सरस्वती महाभागे विद्ये कमले लोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तुते। येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। अस्मिन् पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति अष्टाध्याय्यां प्रत्ययः, धातुः, प्रकृतिप्रत्ययः च समग्रदृष्टिः। अत्र प्रायशः अभ्यासे द्वितीय अभ्यासे वयं स्मः। तत्र केवलं तत्र कृत्प्रत्ययानां अभ्यासः अस्ति, अतः अत्र प्रायशः आर्धधातुप्रक्रिया एव अस्ति अभ्यासद्वये। अस्माभिः पूर्वस्मिन् वर्गे मा धातुविषये तत्र कित् प्रत्ययानां विषये तत्र किञ्चित् चर्चा कृतं, परन्तु तत्र किञ्चित् दोषः अभवत्। इत्युक्ते अष्टाध्यायी डाट् काम् मध्ये स्क्रीन् दृश्यते वा? आं महोदय, तत्र मा धातुविषये अहं चिन्तयामि तत्र किञ्चित् दोषः अस्ति। अतः अस्माभिः अपि तत्र पूर्वस्मिन् वर्गे तत्र चिन्ता तादृशी एव चिन्तनं कृतम्। दिवादिगणस्य मा धातुः मा माङ्गे अत्र यः तप्रत्ययः, तवतु प्रत्ययः अपि च त्वा प्रत्ययः, अत्र दीर्घ ईकारः अत्र दृश्यते, परन्तु एतत् अत्र ह्रस्व ईकारः इत्युक्ते अस्माभिः पूर्वस्मिन् वर्गे अत्र क्तप्रत्ययः रूपम् अस्ति मित्, ह्रस्व ईकार युक्तरूपम् अस्ति मित इति प्रातिपदिकं। सिमिलर्ली तवतु विषये अपि मितवत् इति प्रातिपदिकम्। अपि च यः त्वा प्रत्ययः अस्ति तत्र अपि मित्वा इति प्रातिपदिकं, न तु मीत्वा इति प्रातिपदिकम्। किम् अस्माकं विषयः तु क्तप्रत्ययः, अस्माकं विषयः अस्ति आम् त अस्ति, तवतु अस्ति। अपि च पूर्वे प्रथम अभ्यासे अस्माभिः त्वा विषये चिन्तनं कृतम्, तत्र अस्माभिः साधुरूपस्य निष्पत्तिः तत्र कृतं, परन्तु पूर्वस्मिन् वर्गे वयं तत्र एतत् सूत्रं तस्य परिशीलनं न कृतं। सो मा धातुविषये यदा तत्र तप्रत्ययः अथवा तवतु प्रत्ययं योजयामः, तत्र अस्माभिः एकं सूत्रम् अस्ति घूमास्थापा जहाति साम हलि इति सूत्रेण, कित्नित् प्रत्ययपरे हलादि कित्नित् प्रत्ययपरे आकारान्तधातूनां तत्र इत् इत्युक्ते ईत् इति आदेशः भवति। परन्तु अस्य सूत्रस्य यदा यत्र यत्र एतत् सूत्रं यदा यदा एतस्य सूत्रस्य विषये वयं चिन्तनं कुर्मः, तदा तदा सर्वदा स्मर्तव्यं तत्र अत्र अस्मिन् तत्र एकम् एतस्य सूत्रस्य अपवाद् सूत्रम् अस्ति द्यति स्यति मास्था। एतेषां विषये तत्र तकारादि कित् प्रत्ययः परे अस्ति चेत् तत्र किं भवति, तत्र ह्रस्व इ इति रूपं भवति। सो अत्र पश्यतु, एतत् सूत्रपाठः पश्यामः चेत् एकं सूत्रमस्ति आकारान्तधातूनां विषये घूमास्थापा, घूसंज्ञकानाम् अपि च मा स्था गा पा जहा हा धातुः एतेषां विषये हलादिकित्नित् प्रत्ययपरे दीर्घ ईत् इति आदेशः भवति। इत्युक्ते अलो अनन्त्यस्य इत्यनेन आकारस्य स्थाने अत्र प्रायशः सर्वे आकारान्तदातवः अपि च घूसंज्ञक अपि आकारान्तधातवः सन्ति, मा अपि आकारान्त अस्ति, स्था अपि आकारान्त अस्ति, अतः प्रायशः दीर्घ आ इत्यस्य स्थाने दीर्घ इ इति आदेशः भवति। कदा भवति? यदा कोऽपि हलादि कित्नित् प्रत्ययः परे अस्ति। अस्य सूत्रस्य कृते एकम् अपवाद् सूत्रम् अस्ति, ध्यतिष्यति। अस्माभिः एतत् सूत्रं प्रथम अभ्यासे एतस्य विषये पठितं, ध्यतिष्यति मा स्था। सो अत्र एते चत्वारि धातवः सन्ति, ध्यतिष्यति मा स्था, एतेषाम् अङ्गानाम् इकारादेशः भवति, इत्युक्ते ईत् आदेशः न भवति, इत् आदेशः भवति। कदा? तकारादि कित् प्रत्ययपरे। सो क्त अपि तकारादि कित् अस्ति, अपि च थवतु अपि तकारादि कित् अस्ति, अपि च त्वा अपि तकारादि कित् अस्ति। घूमास्थापा इति सूत्रे हलादि कित् कित् प्रत्ययः। सो घूमास्थापा इत्यस्मिन् कार्यक्षेत्रे एव तकारादि कित् अपि आयाति। सम्पूर्णतया तस्मिन् कार्यक्षेत्रे एतत् सूत्रम् आयाति। अतः एतस्य सूत्रस्य मा धातुविषये, स्था धातुविषये, मा धातु विषये, स्था धातुविषये घूमास्थापा इत्यस्य कृते एतत् अपवादः अस्ति, अपवाद् सूत्रम् अस्ति। बिकास् यदा यदा वयं मा अपि च स्था धातुविषये चिन्तनं कुर्मः तदा सर्वदा एतस्य सूत्रस्य अपवाद् सूत्रस्य अपि प्रथमे तस्य विषये चिन्तनं करणीयम्। इत्युक्ते अत्र पश्यतु, स्था धातुः अस्माकं परिचितं धातुः अस्ति, स्था धातुः। सो स्था धातुः अपि आकारान्तधातु, अपि च यदा वयं तत्र त्वा प्रत्यय योजयामः, त्वा प्रत्ययः योजयामः चेत् त्वा प्रत्ययः कित् प्रत्ययः, आदिं ककारस्य इत्संज्ञा अस्ति, अपि च तकारादि कित् अस्ति, नो चेत् वयं वक्तुं शक्नुमः एतत् हलादि कित् अस्ति। सो घूमास्थापा इत्यस्य सूत्रस्य अपि अत्र प्रसक्तिः, अपि च ध्यतिष्यति मा स्थाम् एतस्य सूत्रस्य अपि अत्र प्रसक्तिः। सो कस्य सूत्रस्य अत्र कार्यं भवति इत्युक्ते ध्यतिष्यति मा स्थाम्। अत्र वदति तकारादि कित् प्रत्ययपरे स्था धातुः इत् आदेशः भवति। सो स्था धातुः दीर्घ इकारस्य स्थाने तत्र ह्रस्व इ इति आदेशः भवति। सो स्थी भवति। अनन्तरं त्वा प्रत्ययः अस्ति चेत् स्थी भवति चेत् अत्र स्थित्वा इति रूपम् अस्ति, स्थित्वा इति रूपं। तथैव वयं यदा वयं तत्र क्तप्रत्ययः योजयामः अथवा तावतु प्रत्ययः योजयामः स्था विषये, ते अपि तकारादि कित् प्रत्ययाः, अतः तत्र अपि ह्रस्व इ इति आदेशः भवति। सो अत्रापि क्त विषये अपि अत्र स्थित इति रूपम् अस्ति, न तु स्थित इति रूपम्, दीर्घ इकार आदेशः न भवति। सिमिलर्ली अस्माकं विषये तु मा धातु अस्ति, अभ्यासे मा धातु दत्तं। सो इति मीतः अपि च मीतवत् इति न भवति। अनेन सूत्रेण, ध्यतिष्यति इति सूत्रेण तत्र मा इति धातु अस्ति, मा धातुः। सो यद्यपि अत्र घूमा इत्यनेन दीर्घ आकारस्य ईत् आदेशः, परन्तु एतत् अस्ति अपवाद् सूत्रम्। तकारादि कित् प्रत्ययपरे तत्र मा इत्यस्य कृते मि इति आदेशः, ह्रस्व इ इति आदेशः भवति, न तु दीर्घ इ आदेशः भवति। अतः प्रातिपदिकम् अस्ति मित इति प्रातिपदिकम्। सिमिलर्लि यदा तवत् प्रत्ययः अस्ति, तवत् प्रत्ययः अस्ति, तत्र अपि मितवत् इति प्रातिपदिकं, न तु मिहितवत् इति प्रातिपदिकम्। एण्ड् अपि च यः त्वा प्रत्ययः अस्ति तत्र अपि तत्र तु अस्माभिः चिन्तनं कृतं, तत्र मित्वा इति रूपं, न तु मीत्वा इति रूपम् इति एतत् सूत्रमपि तस्य उल्लेखः अपि अस्माभिः मा विषये स्था विषये अवश्यकरणीयं, बिकास् गुमा स्थापा इति सूत्रे अपि मा स्था उक्तम्, अस्मिन् सूत्रे अपि मा स्था उक्तम्। सो यदा तत्र हलादि कित्नित् वदामः वा तकारादि कित्नित् वदामः, त्वा तवतु एते सर्वे हलादिकित् नो चेत् तकारादिकित्। सो अस्मिन् सूत्रे तकारादिकित् उक्तं, सो मा विषये स्था विषये अनेन सूत्रेण एव कार्यं भवति। इत्युक्ते 8440 सूत्रमस्ति, एकनिमिषः अहं शेर् करोमि स्क्रीन्। Are you able to get this point? 7440 इति द्यति सति अस्ति, घूमा स्थापा इति तस्य सूत्रसङ्ख्या किम्? सो यदि वयं तत्र पूर्वपर अपि चिन्तनं कुर्मः चेत्, इत्युक्ते मा अपि च स्था विषये तु पूर्वपरविषयः नास्ति, मा स्था विषये तु अपवादेव अस्ति, परन्तु अत्र केचन अन्यानि अन्यदातवः सन्ति, तत्र अपि ध्यति सति इति सूत्रे अपि केचन अन्यदातवः सन्ति, तेषां विषये पूर्वपरविषयः तेषां विषये तु कोऽपि चिन्तनं नास्ति, परन्तु मा अपि च स्था विषये अपवादसूत्रं, भूमा स्थापा जहाति सां हली इति सूत्रे यः मा अपि च स्था धातु उक्तं तस्य हलादि कित्नित् प्रत्यपरे ईत् आदेशः भवति, तत् कदापि न भवति यदा तत्र त तवतु अपि च एतत् किं त्वा प्रत्ययः अस्ति। यदा वयं कर्मणि प्रयोगे मा अथवा स्था धातु विषये भावकर्मणोः इति सूत्रेण तत्र सार्वधातुके इत्युक्ते सार्वधातुकप्रक्रियायां व्याक् इति प्रत्ययः आयाति, सो यदा तत्र मा योग यक् योग प्रथम पुरुष एकवचनस्य विवक्षायां तत्र ते आत्मनेपदी प्रत्ययः आयाति, सो तत्र यक् इति प्रत्ययः कित् अस्ति, यक् प्रत्यये ककारस्य हलन्त्यं सूत्रेण इत् संज्ञा भवति, सो सः कित् प्रत्ययः अस्ति, अपि च आदौ यकारः अस्ति, यकारः हल् वर्णः, सो तत्र ध्यति सति मा इति सूत्रस्य प्रसक्तिः नास्ति, बिकास् यक् प्रत्ययः तकारादिकित् नास्ति, यकारादिकित् अस्ति, अतः तत्र सो कुत्रचित् एतत् सूत्रेण दीर्घ ई भवति, परन्तु यदा त तवतु अपि च त्वा प्रत्ययः अस्ति तत्र मा अपि च स्था विषये दीर्घ ई आदेशः न भवति, अपि च ह्रस्व ध्यति स्यति इत्यनेन ह्रस्व इकारादेशः भवति आकारस्य स्थाने, अतः तत्र स्थित्वात् इति रूपाणि, अपि च मित् मित इति प्रातिपदिकं मा विषये, अपि च मितवत् इति प्रातिपदिकम्। अवगतं वा सर्वैः? आं महोदय, अन्यत् एकः प्रश्नः अस्ति गुसंज्ञाविषये, संज्ञासूत्रं दाधा धु अदाप् इति अस्ति खलु, अधाप् अधाप् अदाप् तथा दै इति वाक्य विहाय दैप् कुत्र अस्ति महोदय? दैप् धातु सूत्रमध्ये एव अस्ति, परन्तु दैप् नास्ति अत्र, संख्या अपि दत्तं न भगिनी, अत्र पश्यतु धाप् लवने अदादिगणे, धैप् शोधने भुआदिगणे, अत्र दत्तं, परन्तु दैप् सूत्रमध्ये नास्ति महोदय, धातुपाठ मध्ये नास्ति वा? न, धातुपाठ मध्ये अस्ति, सूत्रे न निर्दिष्टम् अस्ति खलु, अस्मिन् सूत्रे अधापि कथन, इत्युक्ते धैप् इति एजन्तदातुः, सो एजन्तधातु अस्ति चेत् उपदेशावस्थायाम् एजन्तानां किं भवति? ओ आमामाम् अन्यत् सूत्रमस्ति इत्युक्ते सर्वे एजन्तधातवः तेषां प्रायशः अकारादेशः दीर्घ आ इति आदेशः भवति न भगिनि? सूत्रं किम्? आदेश उपदेशे आत् एच् आत् एच् सो एजन्तधातूनाम् उपदेशे आत्वं भवति. अनन्तरम् अस्ति अशिति. क्षितिपरे न भवति, क्षितिपरे निषेधः अस्ति. इत्युक्ते अशिति इत्यनेन सह तत्र निमित्तं न दत्तं, निषेधः एकस्मिन् सूत्रे विधिः अपि दत्तं, निषेधः अपि दत्तं. सो आतेज् सूत्रेण सर्वेषाम् एजन्तानां तत्र आतेज् आत् किमस्ति आत् ऐच् आदेशु उपदेशेषु धकारस्य धकारादेश परन्तु आदेच् उपदेशे अशीति. सो अस्मिन् सूत्रे अशीति यद्यपि सप्तमी अस्ति परन्तु अशीति इति अत्र निमित्तं नास्ति. अत्र अस्मिन् सूत्रे सर्वदा एतस्य सूत्रस्य विषये स्मर्तव्यम्. अस्मिन् सूत्रे विधिः अपि अस्ति, निषेधः अपि अस्ति. सो विधिः अस्ति प्रथमभागे विधि दत्तं. सो आत् इति आदेशः अस्ति, आत् आदेशः. एज् एज् धातूनाम् उपदेश अवस्थायाम् एजन्तानाम् आत् आदेशः भवति. अनन्तरं द्वितीयसूत्रमस्ति अशिति. क्षितिपरे एतत् आदेशः न भवति. सो न क्षिति इत्युक्ते यत्किमपि विधि उक्तं पूर्वे सा विधि न भवति. अशीति इत्युक्ते क्षितिपरे न भवति इति तत्र तस्य यः. अतः ये सर्वे एजन्तधातवः वी केन् कन्सिडर् दम् एज् आकारान्तदातवः बिकास् तेषाम् उपदेश अवस्थायाम् आत्वं भवति. अतः अधाप् इति कथनेन तत्र न केवलं धाप् रूपि धाप् धातुः अस्ति परन्तु धैप् धातुः अपि अस्ति. तस्य कृते अपि घूसंज्ञा नास्ति इति तस्य अर्थः. अपि च अस्माभिः पूर्वे तत्र दृष्टं तु ति तु तथ सो ति तु तथ ति तु त्र तथ ति तु एतत् निषेधकसूत्रम् अस्ति. ति तु त्र तथ तिषु सरकेशु च कृति न इट् इत्युक्ते एतेषां यः अत्र सर्वे अत्र प्रत्ययानां तत्र आदिमवर्णः अत्र पश्यतु ति तकारः तु तकारः त्र तकारः आदिमवर्णः वलादि अवशादि त वलादि अवशादि थ वलादि अवशादि स वलादि अवशादि सु सर् क स एते सर्वे प्रायशः इडनुकूलप्रत्ययाः बिकास् आदिमवर्णः वल् वलः वलादि अस्ति. एते सर्वे प्रत्ययाः वलादि अपि च कृत्संज्ञक सन्ति. सर्वे उनादिप्रत्ययाः कृत्संज्ञकाः. उनादिप्रत्ययानां तत्र उनादिपाठः भिन्नरूपेण महर्षिणा दत्तं. सो तेषाम् उनादिबहुलम् इति एकं सूत्रम् अस्ति. तस्य सः कृत् इति अधिकारे तत् सूत्रं पठितम्. अतः एते वदन्ति वैयाकरणाः तेषां मतम् अस्ति सर्वे उनादिप्रत्ययाः कृत्संज्ञकाः बिकास् उनादिबहुलम् इति सूत्रेण सः तत् सूत्रं कृत् इत्यस्य अधिकारे आयाति. अतः सर्वे उनादिप्रत्ययाः कृत्संज्ञकाः. सो अत्र यः ति इति तिरूपी प्रत्ययः अस्ति सः तु क्तिन् प्रत्ययः एव. परन्तु अत्र ये अन्य ति तु त्र तथ अत्र प्रायशः उनादिप्रत्ययानामेव. अत्र यः अस्माकं विषये तु त इति प्रत्ययः अस्ति. सो त प्रत्ययः एते सर्वे अवशिष्टभागः प्रत्ययानाम् अवशिष्टभागः. यथा क्तिन् प्रत्यये ति इति अवशिष्टभागः अस्ति, ककारस्य इत्संज्ञा अस्ति, तत्र नकारः अपि इत्संज्ञकः अस्ति, ति एव अवशिष्टभागः. सो क्तिन् प्रत्यये प्रायशः तत्र इडागमः न भवति, यद्यपि धातु अपि सेट् अस्ति, प्रत्ययः अपि सेट् अस्ति, तत्र इडागमस्य अनेन सूत्रेण एव तस्य निषेधः भवति. सो एतत् सूत्रं यथा तत्र नेड्वशीकृति इति निषेधकसूत्रम् अस्ति, तथैव अस्मिन् प्रकरणे एव नेड्वशीकृतिसूत्रमपि अस्ति. एतत् सूत्रमपि इडागमनिषेधकसूत्रम्, इडागमो न भवति अनेन सूत्रेण. पूर्वसूत्रात् न इट् इत्यस्य अनुवृत्तिः अस्ति, अतः प्रायशः अत्र एव नेड्वशीकृति, पूर्वसूत्रमेव नेड्वशीकृति, न इट् वशीकृति. सो वशादिकृत अस्ति चेत् तत्र इडागमस्य निषेधः अस्ति. इदानीम् अन्यत् निषेधकसूत्रमस्ति ति तु तथ. सो ति तु तथ इति एते सर्वे प्रत्यय परे अस्ति चेत् तत्र अपि यदि धातु अपि सेट् तथापि इडागमः न भवति इति एतत् सूत्रं वदति. परन्तु यदा वयं तत्र पाठयोग क्त कुर्मः, पाठविषये तु अपवादः अस्ति. अत्र प्रायशः दत्तम् एकं तत्र वार्तिकमस्ति पाठविषये. सेवेन् टु नैन् सेवेन् टु नैन् आम् अत्र पश्यतु, यत्र आवली अस्ति तत्र यदि अस्मिन् सूत्रे कोऽपि वार्तिकमपि पठितमस्ति चेत् तदपि अत्र अधोभागे दत्तमस्ति. अत्र ति तु तथ सीसु सरकिकेषु इति सूत्रे एतत् वार्तिकमपि पठितं. ति तु त्रेषु, ति अपि च तु अपि च त्र, यदा ति तु त्र इति प्रत्ययः परे अस्ति तत्र ग्रहादीनाम् इति वक्तव्यं. सो ग्रहादीनाम् इत्युक्ते ग्रहादिगणे केचन धातवः सन्ति, एकम् उपगणः अस्ति, तत्र पठ् इति धातु अपि अस्ति. सो एतत् अनेन तत्र गृहादिगणे अत्र कुत्र अस्ति, आं गृहादीनाम् इति वक्तव्यम् इति यः सूत्रमस्ति वार्तिकमस्ति, गृहादिगणे तत्र गृह आरभ्य गृहधातुः, कुच् धातुः, स्निह् धातुः, पठ् धातुः. सो एतेषां धातूनां ति तु अपि च त्र, ति तु त्र प्रत्यपरे अस्ति चेदपि तद् इडागमः भवति. सो अत्र पठ् अपि उक्तमस्ति. सो पाठविषये अपि यदा वयं क्तिन् प्रत्ययः योजयामः तत्र इडागमः प्रायशः भवति. सो एतस्य सूत्रस्य कृते एतत् वार्तिकरूपेण अपवादः अस्ति. एतत्तु वार्तिकमस्ति, कोऽपि सूत्रं नास्ति. ति तु त्रेषु अग्रहादीनाम् इति वक्तव्यम् इति अत्र यः इत्युक्ते ग्रहादीनां न, अग्रहादीनाम् इत्युक्ते ग्रहादीनां न किम् इडागमस्य निषेधः न अस्ति इति तस्य अर्थः. वार्तिकेन निषेधः अस्ति. अतः यदा वयं पाठयोगक्तिन् कुर्मः तत्र प्रायशः इडागमः भवति, बिकास् पाठधातु सेट् अस्ति. ति प्रत्ययस्य कृते निषेधः अत्र उक्तम्, वदति एतत् सूत्रं ति तु त इति सूत्रं वदति, यदा कोऽपि सेट् प्लस् ति कुर्मः, क्तिन् प्रत्ययः कुर्मः, तत्र इडागमः न करणीयं, निषेधः अनेन सूत्रेण. परन्तु वार्तिकं वदति गृहादीनां विषये एतत् निषेधः नास्ति. सो गृहादिगणे तत्र पाठधातु अपि पठितम्. अहं चिन्तयामि अत्र गणपाठः अपि महोदयेन तत्र अपडेट् कृतं, गृहादिगणः अत्र गणपाठः अपि अस्ति, तत्र वयं तत्र द्रष्टुं शक्यते ग्रहादिगणे के के धातवः सन्ति. आग्रहादि अत्र पठ, अत्र गृह्यादि, गृह्यादिनस्ति ग्रहादि. कस्मिंश्चित् अन्तर्गणः अस्ति. गृहादि अस्ति वा, सम्प्रसारणं कृत्वा अस्ति वा? न दत्तम्. प्रायशः कुत्रचित् तत्र भवेत्. गृह्यादि अपि एव अस्ति वा? पट् योग तिन् इडागमः न भवति महोदय. अत्र गणपाठस्य उल्लेखः न दत्तम्. किं भगिनि किं वदति? पट्टातुः तिन् प्रत्यये इडागमस्य निषेधः न भवति, ऐ मीन् इडागमः न भवति तितूत्र इति सूत्रेण. परन्तु अत्र एतत् वार्तिकं पठितमस्ति भगिनी. अयं धातु अस्ति पठ. प्रदत्तं वा? आम्, इफ् यु क्लिक् आन् दट् मेन् स्टेप्स् अन्यत् सूत्रमपि दृश्यते रैट् अबव् कुत्र भगिनि? प्रयोग मेन् स्टेप्स् न मेन् स्टेप्स् इति अस्ति खलु, गृहादिगणः अपि न दत्तम्. अस्तु, एतस्य विषये अग्रे चिन्तयामः, परन्तु अत्र वार्तिकस्य विषये अपि न. फोर् पायिण्ट् दट् वास् द सूत्रसङ्ख्या वन् इति आसीत् वा? पीतु तथ कुत्रचित् उल्लेखः अस्ति वा अत्र? काशिका अत्र यः एते सर्वे ये तीतु त एते सर्वे प्रत्ययः अत्र तिच् क्तिन् दीप्तिः अत्र वार्तिकं द अफेक्स् पीतु तु टेक्स् इट् आन् आफ्टर् गृह इन् वर्ड्स् आफ् सिमिलर् फार्मस् अत्र पश्यतु, अत्र वार्तिकस्य विषये किञ्चित् उल्लेखः अत्र अस्ति, शीघ्रं दृश्यते वा? अत्र पश्यतु वि ए आर् टि इति इत्युक्ते वार्तिकस्य विषये, यः वार्तिकम् अत्र पठितं ति तु त्रेषु अग्रहादीनाम् इति वक्तव्यम् इति वार्तिकस्य विषये वदति. द एफेक्ट्स् ति टु एण्ड् त्री टेक् इट् आर्ग्युमेण्ट् इट् इति यः तत्र आगमः भवति आफ्टर् गृह् एण्ड् वर्ड्स् आफ् सिमिलर् फार्मेशन्स् अस्तु. अत्र उदाहरणानि ये सन्ति तत्र उपसर्गः अपि दत्तं, वि गृहीति इति अस्ति, उप स्नीहिति सो गृहदातु स्निहिदातु कुच् दातु अपि च पठ दातुः, एते चत्वारि धातवः गृहादि इति यः तत्र उक्तम् अस्ति. सो एते चत्वारि धातुविषये ति तु त्र इत्यस्य इडागमः भवति प्रायशः बिफोर् नाट् कृतति नान् कृत् we have it as rodhiti svatiti so prayashah atra yada vayam upsarg yojiyamah tasmin samaye atra ni iti upsarg asti upiti upaiti upsarg asti vi iti upsarg asti so prayashah atra vartikasya vishaye kinchit adik tatra chintanam एकवारं दृष्ट्वा वदामि भगिनि. अत्र बिकास् अत्र पश्यतु यदा नी पठिति इति अस्ति तत्र पठदातुविषये इकारः श्रूयते, इडागमः श्रूयते, अतः प्रायशः यः वार्तिकमस्ति तत्र यदा तु वार्तिके तु किमपि न उक्तं, यदा उपसर्ग अस्ति तदा इडागमः श्रूयते बिकास् अत्रापि पठिति इति केवलं तादृश उदाहरणं न दत्तं, नि पठिति इति दत्तम्. अतः मे बी अत्र यदा उपसर्ग अस्ति तदा एव इडागमः भवति, अन्यथा न भवति. एकवारं दृष्ट्वा वदामि, परन्तु एतत् अनन्तरं काशिका किं वदति तत् विपश्यतु भगिनि. अत्र दृष्टं तत्र तत्र अस्ति वा उल्लेखः न भवति इति अत्र कुत्र लिखितं भगिनि? अत्र काशिका तीपूतीषु ऋत्सु इडागमः भवति तपि पठितुं अत्रापि तादृश उदाहरणानि एव सन्ति काशिका मध्ये. बिकास् दिस् इङ्ग्लिश् ट्रान्स्लेशन् इस् आफ् द काशिका ओन्ली भगिनि. सेम् ट्रान्स्लेशन् इस् गिवन् इन् देयर्. सो सेम् अत्र उदाहरणानि अपि समानानि, न्युगृहीति, उपस्नीहिति, परन्तु रोदिति अत्र पश्यामः, रोदिति, स्वपिति. सो अत्रापि तदेव दत्तं. सो अहं चिन्तयामि अत्र यदा उपसर्ग अस्ति तदा एव इडागमः भवति, परन्तु अत्र उपसर्गविषये किमपि न उक्तम्. सो एकवारम् एतस्य वार्तिकस्य विषये किञ्चित् अधिक तत्र चिन्तनं कुत्रचित् अस्ति वा नास्ति दृष्ट्वा वदामि. सो ति तु तथ इति सूत्रम् अस्ति, तस्य कृते एकम् अपवादरूपेण वार्तिकम् अस्ति एतत्, ति तु त्र तथेषु ग्रहादीनाम् इति वक्तव्यम्. सो अनेन वार्तिकेन तत्र केचन कुच् धातुः, स्निः धातु, गृहधातुः, अपि च पठ् धातुः अस्ति, एतेषां विषये क्तिन् प्रत्ययः अस्माकं चर्चा तु क्तिन् प्रत्ययः अस्ति. सो क्तिन् प्रत्ययविषये कदाचित् इडागमः भवति, सर्वदा निषेधः इति नास्ति. सो एतत् उदाहरणानि दृष्ट्वा वक्तुं शक्यते यदा तत्र उपसर्गः अस्ति प्रायशः तदा तत्र इडागमः भवति इति. तत्र एकः बिन्दुः अस्ति. अपि च अस्माकं पूर्वस्मिन् वर्गे कस्य विषये चिन्तनं कृतम्? तीतूत्र अस्ति खलु, तत्र इफ् ओन्लि ती यातु अवशिष्यते देन् दिस् सूत्रम् इस् एप्लिकेबल् इस् इट्? सो वेर् एवर् आफ्टर् डूयिङ्ग् द इत् संज्ञा ती रूपी प्रत्ययः षट् धातु परे अस्ति अथवा तु रूपी प्रत्ययः षट् धातु परे अस्ति, सिमिलर्लि त्र इति प्रत्ययः परे अस्ति. Two should remain. For example, tumun, we cannot consider, kalu? Two, adi asti, seh, na. Na, tatra, tatra. Only two should remain. Only two, tra, ta, they have given it separately over here. And also, asmin sutre, ye pratyaha pathitaha santhi, tesham, tatra, तेषां कस्य प्रत्ययस्य ग्रहणं करणीयम् इत्यपि आवश्यकम् अस्ति. यथा यदा तत्र त विषये भ्रमः जायते, त इति क्त प्रत्ययः अस्ति वा? बिकास् एते सर्वे कृत्संज्ञकाः. सो क्त अपि कृत्संज्ञक अस्ति पत्र, परन्तु तत्र किमपि कार्यं न दृश्यते. सो अत्र अत्र सर्वेषां प्रत्ययानां विषये काशिका मध्ये उक्तम् अस्ति, त्र इति यः अस्ति सः स्ट्रन् इति प्रत्ययः अस्ति. अत्र पश्यतु भगिनि, स्ट्रन् इति प्रत्ययः. सो शकारस्य संज्ञा अस्ति, यदा शकारः अपगच्छति इत्युक्ते अत्र सर्वे प्रत्ययाः अपि च धातवः सन्धिभूत्वा एव दत्तं. सो शकारः अपगच्छति चेत् प्रायशः यः ट अत्र श्रूयते सः मूले त अस्ति. यदा शकार यदा शकारः अपगच्छति पुनः सः त आयाति. सो अत्र अपि त्र इति अवशिष्टभागः, नकारस्य हलन्त्यम् इति सूत्रेण, शकारस्य श प्रत्ययः इति सूत्रेण, अतः त्र एव अवशिष्टभागः. सो अत्र ये प्रत्ययाः पाठिताः सन्ति तेषां कस्य कस्य प्रत्ययस्य ग्रहणं करणीयम् इति काशिकामध्ये तस्य सर्वेषां कृते तत्र उल्लेखः अस्ति. सिमिलर्लि त विषये अपि अस्ति, सुविषये कस्सुः इति प्रत्ययः, थ विषये अपि तत्र थन् इति प्रत्ययः, ककारस्य इत्संज्ञा नकारस्य इत्संज्ञा थ अवशिष्टभागः. त विषये अपि अत्र पश्यतु, त विषये अपि उदाहरणानि सन्ति अत्र. सो त विषये तत्र एकम् उनादिप्रत्ययः अस्ति, उनादिप्रत्ययः तन् इति प्रत्ययः अस्ति. तन् प्रत्यये नकारस्य इत्संज्ञा अस्ति, त एव अवशिष्टभागः, तस्य ग्रहणम् अस्ति, न तु क्त प्रत्ययस्य ग्रहणम् इति. अत्र सर्वेषां ये प्रत्ययाः अत्र पाठिताः सन्ति तेषाम् उल्लेखः अत्र दत्तमस्ति, कस्य ग्रहणं करणीयं, कस्य न ग्रहणं करणीयम्. अतः प्रायशः अत्र यः ती अस्ति सः एव क्तिन् प्रत्ययः अस्ति, अन्य सर्वे उनादिप्रत्ययाः एव. केचन सन्ति कृत् प्रत्ययाः, परन्तु ते वयं तेषाम् उपयोगः प्रायशः न कुर्मः. सो केवलं ती इति एव अत्र इम्पार्टेण्ट् प्रत्ययः अस्ति, तस्य विषये इडागमस्य निषेधः भवति अनेन सूत्रेण. यदा तस्य परे कोऽपि सेट् धातु अस्ति तत्र, तथापि तत्र इडागमः न भवति, बिकास् एतत् सूत्रम् इडागम निषेधकसूत्रम्. अपि च अतिदेशसूत्रस्य विषये अपि अस्माभिः पूर्वस्मिन् भागे तत्र चिन्तनं कृतम्. एकम् अतिदेशसूत्रम् अस्ति, सर्वदा तत्र अष्टाध्यायीग्रन्थे कीदृशव्यवस्था अस्ति इत्युक्ते, प्रथमे तत्र उत्सर्गसूत्रमस्ति, अनन्तरं तस्य कृते अपवादसूत्रम् अस्ति इति एव. तत्र तादृशव्यवस्था एव अस्ति, उत्सर्ग अपवाद, उत्सर्ग अपवाद. सो तथैव तत्र ये अतिदेशसूत्राणि सन्ति तत्र अपि एकम् उत्सर्गसूत्रम् अस्ति, इत्युक्ते जनरल् सूत्रम् अस्ति, नत्वा सेट्. सो यदा नत्वा सेट् इत्युक्ते अकित्वं तत्र अध्यारोपिते. सो यदा तत्र सेट् सेट् धातु प्लस् त्वा प्रत्ययः कुर्मः, तत्र त्वा प्रत्ययः यद्यपि कित् अस्ति तथापि सः कित्वत् न व्यवहरति, अकित् भवति सेट् प्रत्यय सेट् धातु अनन्तरं. सो यदि सेट् धातुः गुणानुकूलः अस्ति इत्युक्ते तस्मिन् कोऽपि गुणप्रसङ्गः अस्ति चेत् अनेन सूत्रेण, न त्वा सेट् इति सूत्रेण, अतिदेशसूत्रेण तत्र यद्यपि कित् प्रत्ययः अस्ति तथापि गुणः भवति अनेन सूत्रेण. अनन्तरम् एतस्य सूत्रस्य एव अपवादः अस्ति, रलो व्यब्दाद् हलादेः संश्च. तेन सूत्रेणापि त्वा प्रत्ययः विषये एव अस्ति, त्वा प्रत्ययः विकल्पेन अकित् भवति. अतः प्रायशः तत्र रूपद्वयस्य निर्माणं भवति, एकस्मिन् पक्षे गुणः भवति कित् प्रत्यय त्वा प्रत्ययनिमित्तीकृत्य, एकस्मिन् पक्षे गुणस्य निषेधः भवति, बिकास् एतत् वदति अकित्वं वा अस्ति, विकल्पेन अस्ति अकित्वं. यदा तत्र प्रथमे वदति सर्वेषां सेट् दातु, अनन्तरं त्वा प्रत्ययः अकित् भवति, अनन्तरं वदति रलो व्यपदात् रलन्त धातुः, अपि च येषां धातूनाम् उपधायाम् इ उ अस्ति, रस्व इ उ अस्ति, अपि च ते हलन्त सन्ति, तत्र कित् प्रत्ययः विकल्पेन अकित् भवति. अतः न त्वा सेट् इत्यस्य अपवादम् अस्ति रलो व्यपदाद् हलादेः संश्च. अवगतं वा एतत् पायिण्ट्? अवगतं वा सर्वैः? न महोदय, अत्र पश्य न त्वा सेत् रलो व्यपदा तस्य अपवादः वा? न त्वा सेट् इति सामान्यसूत्रम् उत्सर्गसूत्रं वाट् वास् द अतिदेश प्रकरणं 2.1.26 it starts with 1.2.1 एव सार्वधातुकम् इत् 1.2.1 अत्र पश्यतु कुत्र अस्ति नत्वा सेट् इति सूत्रमस्ति 1.2.18 सूत्रमस्ति नत्वा सेट् इत्युक्ते वेन् ऐ यदा वयं त्वा प्रत्ययस्य चिन्तनं कुर्मः त्वा प्रत्ययस्य स्वभावः कः भगिनि त्वा प्रत्यये केषाम् इत्संज्ञा अस्ति ककारस्य संज्ञा अतः कित् अस्ति कित् अस्ति कित् अस्ति चेत् तेन किं भवति गुणनिषेधः अस्ति इति त्वा प्रत्ययस्य सामान्यस्वभावः अस्ति सो यदा यदा वयं त्वा प्रत्ययः कस्मिंश्चित् धातुः अनन्तरं त्वा योजयामः अस्माकं चिन्तनम् अस्ति तत्र प्रायशः यद्यपि तत्र गुणः भव गुणरूपी धातु इत्युक्ते इगन्तधातु अस्ति तथापि तत्र गुणः न करणीयं बिकास् त्वा प्रत्ययः कित् अस्ति परन्तु इदानीम् एतत् अतिदेशसूत्रं किं वदति इत्युक्ते त्वा प्रत्ययः साक्षात् कित् अस्ति ककारस्य इत्संज्ञा अस्ति अतः तत्र गुणस्य किनिति च सूत्रेण गुणनिषेधः अस्ति परन्तु अत्र वदति त्वा सेट् त्वा न कित् इत्युक्ते अकित्वम् अध्यारोपिते अस्य उपरि एतत्तु कित् अस्ति परन्तु अनेन सूत्रेण अकित्वम् अध्यारोपिते सो अकित् कदा भवति एतत् प्रत्ययः कस्मिन् कस्मिन् समये अकित् भवति यदा तस्य परे सेट् धातु अस्ति सो यदा वयं सेट् धातुः कोऽपि सेट् अत्र उदाहरणानि सन्ति वा अत्र पश्यतु वृत्तधातुः अस्ति वृत्तधातुः वर्तित्वा इति रूपम् अस्ति सो वृत्तधातु तत्र ऋकारस्य गुणः भवति अर् बिकास् वृत्तधातुः सेट् धातुः सर्वे सेट् धातवः एव लेट्स् टेक् दिस् वृत्तधातु सो वृत्तधातुः सेट् धातुः इडनुकूल इत्युक्ते इडनुकूलधातुः इदानीं तत्र त्वा योजयामः रूपद्वयस्याम् अत्र दत्तम् रूपद्वयम् अत्र दृश्यते अत्र पश्यतु भगिनि स्क्रीन् दृश्यते वा सो रूपद्वयस्य विधिः अत्र दत्तम् अत्रापि एकं सूत्रमस्ति ऋकारविषये अपि एकं सूत्रमस्ति तथा रलो व्यप्तात् हलादेः संश्चय इति सूत्रमस्ति तथैव अत्र पश्यतु भगिनि अत्र यदा वयं वृत्तयोग इत्वा कुर्मः इकारस् इडागमः अपि भवति परन्तु मूले तु त्वा प्रत्ययः कित् अस्ति सो प्रायशः अत्र गुणः न भवेत् वृत्तधातुः वृत्ते एव तिष्ठति परन्तु अत्र अन्ते अत्र दत्तं पुगन्तलघुपदस्य च इत्यनेन गुणः भवति बिकास् नत्वा सेट् इति सूत्रेण यदा सेट् धातु परे त्वा प्रत्ययः आयाति तत्र त्वा प्रत्ययः अकित् भवति कित् नास्ति अकित् अस्ति इति न्वा न त्वा सेट् इति सूत्रं वदति. सो यदा सेट् धातुः अनन्तरं त्वा प्रत्ययः योजयामः यदि धातौ गुणप्रसङ्गः अस्ति सः गुणः भवति एव बिकास् अत्र अतिदेशसूत्रं कार्यं करोति. न त्वा सेट् इत्युक्ते सेट् त्वा न कित् इति तत्र तस्य अनुवृत्तिः अस्ति अतः अत्र वर्तित्वा इति रूपं भवति. सो वृत् धातुः अर् इति गुणः भवति उपधायां यः ऋकारः अस्ति तस्य अर् इति गुणं भवति गुणः भवति अतः वर्तित्वा इति रूपम् अस्ति. सो इति अस्ति नत्वा सेट्. अनन्तरं वदति रलो व्यब्धात् हलादेः संश्च वदति यदा तत्र रलन्तधातुः अस्ति हलादिधातुः अस्ति अपि च उपधायाम् इ उ वर्णः अस्ति तदा विकल्पेन त्वा अकित् भवति इति रलो व्यब्धात् हलादेः सन् न त्वा सेट् इति अवगतं वा भगिनि सूत्रस्य कः अर्थः? सो त्वा प्रत्ययः सेट् न कित् सेट् न कित् भवति त्वा प्रत्ययः इत्युक्ते त्वा प्रत्ययः तु सर्वदा सेट् एव अस्ति परन्तु इडागमः कदा भवति यदा धातु अपि सेट् अस्ति तदा एव इडागमः भवितुं शक्नोति न. त्वा प्रत्ययः तकारादि कृत् प्रत्ययः अतः वलादि अर्धधातु प्रत्ययः अस्ति सर्वदा त्वा प्रत्ययः इडनुकूलप्रत्ययः परन्तु इडागमः तु तदा एव भवति यदा एतस्य परे धातु अपि सेट् तदा एव सः तदा एव इडागमः भवितुं शक्नोति. सो वेन् इट् सेज् सेट् त्वा इति कथनेन यत्र धातु अपि सेट् अस्ति त्वा तु सेट् एव परन्तु धातु अपि सेट् अस्ति तत्र एव एतत् सूत्रं कार्यं कर्तुं शक्यते. यदि धातुः सेट् नास्ति यथा नी धातुः कोऽपि अजन्तधातु पश्यामः चेत् भूधातु तु सेट् अस्ति प्रायशः सर्वे अजन्तधातवः अनिट् अत्र पश्यतु नी नीन् प्रापणे इति धातु अस्ति नीन् प्रापणे अनिट् धातु अस्ति अत्र गुणः भवितुं शक्नोति इगन्तधातु अस्ति नी धातुः परन्तु यदा वयं त्वा प्रत्ययोजयामः अत्र न त्वा सेट् इति सूत्रं कार्यं न कर्तुं शक्यते. किमर्थं न कार्यं कर्तुं शक्यते एकवारं वदतु भगिनि. धातुः अनिट् अस्ति अतः देट् इस् द अर्थ आफ् सेट् त्वा. अत्र त्वा सेट् नास्ति इडागमः न भवितुं शक्नोति अतः गुण अत्र तत् सूत्रम् अकित्वम् अत्र न अध्यारोपिते अकित्वं सर्वत्र न अध्यारोपिते केवलं सेट् त्वा विषये एव अकित्वम् अस्ति. सो अत्र गुणः न भवति बिकास् धातु अत्र अन्यत् अस्ति. सो त्वा प्रत्ययस्य उपरि अकित्वं कदा अध्यारोपिते यदा पूर्वे कोऽपि सेट् धातु अस्ति अपि च तस्मिन् सेट् धातु मध्ये पठ अपि सेट् अस्ति परन्तु पाठमध्ये तु कोऽपि गुणप्रसङ्गः एव नास्ति तत्रापि न त्वा सेट् इति सूत्रस्य कार्यमेव नास्ति. कार्यं कुत्र अस्ति? यत्र धातौ गुणप्रसङ्गः अस्ति वेदर् एट् द एण्ड् आर् इन् द उपदा अपि च सः सेट् अस्ति तादृशधातुः सेट् अपि अस्ति तदा एव यथा भूधातुः भूधातुः इगन्तधातुः अपि च भूधातुः सेट् धातुः भूधातुः अपवादः अस्ति इत्युक्ते वि से देट् प्रायशः अजन्तदातवः अनिट् बट् दिस् इस् अन् अपवाद बिकास् दिस् इस् अजन्त् तथापि एतत् सेट् अस्ति भविष्यति इति रूपं सो भूधातु यदा त्वाप्रत्ययः योजयामः अत्र किञ्चित् मे बि अन्यत् सूत्रमस्ति सो एतत् सूत्रस्य कृते अपि अपवादः अस्ति सो देयर् आर् लाट् आफ् अपवादास् अत्र पश्यतु 7-11 सूत्रमेव अस्ति यत्र किम् अस्ति अत्र अस्मिन् प्रकरणे अस्माभिः इदानीमेव पठितं न अत्र किम् अस्ति इडागमस्य निषेधप्रकरणम् अस्ति कुत्र कुत्र इडागमः न भवति सो प्रायशः अत्र भूविषये अपवादसूत्रम् अस्ति सो अत्र नत्वा सेट् इत्यस्य कृते अपवादसूत्रम् अस्ति सो वी हेव् टु अण्डर्लैन् दि सि अत्र भूत्वा अत्र गुणः न भवति अत्र गुणः न भवति यद्यपि धातु सेट् अस्ति सो प्रायशः अत्र किञ्चित् अपवादसूत्रं भवति किति 721 अनेन सूत्रेण एव इडागमस्य न इट् इति अत्र लिखितं न भगिनि न इट् सो किति प्रत्यये सुकः इत्यनेन किम् अस्ति इडागमः न भवति किम् अस्ति तत् द्रष्टव्यम् सो प्रायशः सो वट् इस् द सामान्यसूत्रं किं यदा तत्र सेट् धातु परे अपि च सः इडनुकूलधातु अस्ति तस्य परे कोऽपि तस्य परे त्वाप्रत्ययः योजयामः त्वा तु इडनुकूल एव तथापि तत्र गुणः तस्मिन् अखित्वम् अध्यारोपिते नत्वा सेट् इति सूत्रस्य कृते एकम् अपवादसूत्रम् अस्ति बिकास् वी आर् रीडिङ्ग् बुध् धातु एण्ड् लिख् धातुः बुध् एण्ड् लिख् आर् रलन्तदातवः हलादिदातवः अपि च उपधायां तेषाम् उपधायां तत्र इ उ अस्ति सो रलो व्यब्दात् हलादेः संश्च इति सूत्रेण अकित्वं विकल्पेन अध्यारोपिते विकल्पम् अस्ति चेत् तत्र सूत्रद्वयं सोरि रूपद्वयम् इति तत्र रलो व्यब्दात् हलादेः अस्मिन् एव प्रकरणे 1.2.26 इति सूत्रे वदति यः रलन्तदातुः अपि च हलादिहलधातुः हलादिधातुः अपि च उपधायां यस्मिन् इ उ अस्ति तत्र अकित्वं यः अकित्वम् अस्ति त्वाप्रत्ययविषये यः अकित्वम् अध्यारोपिते नत्वा सेट् इति सूत्रेण सः वा भवति अतः रूपद्वयस्य सिद्धिः तत्र अस्ति बोधित्वा अपि रूपं भुधित्वा अपि रूपं लिखित्वा अपि रूपं लेखित्वा अपि रूपम् इति तत्र केचन ते तादृशधातवः येषाम् उपधायां ते तु बहूनि धातवः सन्ति येषाम् उपधायाम् इ उ अस्ति तेषां विषये अकित्वं विकल्पेन भवति त्वा प्रत्ययस्य अत्र कोऽपि अन्यत् प्रत्ययस्य उल्लेखः नास्ति अत्र साक्षात् त्वा इति उक्तम् अस्ति सो त्वा विषये एव एतानि सूत्राणि प्रवर्तन्ते अवगतं वा एतत् प्रकरणम् एकवारं तत्र सम्पूर्णतया सम्पूर्णप्रकरणस्य अध्ययनम् आवश्यकम् बिकास् देन् ओन्लि वि विल् सी देट् कुत्र कुत्र तत्र निषेधः अस्ति सो अतः किं वट् वास् द अवशिष्टधातुः बुध् एण्ड् लिख् बुध् वि हेव् डन् लिख् सो लिख् विषये केवलं तत्र त्वा विषये अत्र तु त्वा नास्ति लिख धातुः अस्माभिः कृतं वा? न, एतद् ग्रहकार्यरूपेण मया दत्तं बुद् इव लिख अस्ति, बिकास् एतत् अपि रलन्द् धातुः अस्ति, अपि च हलादि अस्ति, अपि च उपधायाम् इ अस्ति, परन्तु अत्र तु त्वा प्रत्ययः इति तस्य पूर्वमेवं कृतम्. के जनाः सन्ति अत्र? सुनीला भगिनी, अवगतं वा भगिनी रलो व्यपदात् अपि च नत्वा सेट्? पुनः एकवारम् अहं मन्ये लिख् धातु कुर्मः तर्हि एकवारं पुनः. आम्, इत्युक्ते यदा वयं लिख् धातु विषये त्वा प्रत्ययस्य, बिकास् नत्वा सेट् इति सूत्रे साक्षात् त्वा इति एव तस्य उल्लेखः अस्ति. न, परन्तु अन्ये अपि यदि वयं कर्तुं शक्नुमः. आम्, एकवारं पुनरभ्यासः. आम्, लिख् धातु विषये के जनाः सन्ति? चन्द्रमासि भगिनी, नवुल् अपि च तृच् विषये वदति वा? लिख् योग नवुल् प्लस् तृच्. लौल् प्रत्यये नकारस्य भवति, लकारस्य भवति, औ अवशिष्यते. योरनाक्तौ इति सूत्रेण अक इति आदेशः भवति. लिख् योगः अत्र सार्धधातुकप्रत्ययः अस्ति, गुणः भवितुम् अर्हति. कीदृशप्रत्ययः अस्ति? आर्धधातुकृत् प्रत्ययः. आर्धधातुकृत् अपि च विशिष्ट आर्धधातुप्रत्ययः, णित् प्रत्ययः अस्ति. हा, णित् प्रत्ययः अस्ति. लिख् अत्र उपधायाम् इक्वर्णः, ह्रस्व इक्वर्णः अस्ति, अतः गुणः भवितुम् अर्हति. अतः लेख् इति भवति, लेखकः, लेख् लिख् लेखक इति प्रातिपदिकं, लेखक इति प्रातिपदिकं भवति. किन्तु इदानीं भगिनी वदति अत त्वा प्रत्ययम् आगच्छति चेत् लिखित्वा अपि अत्र गुणः न भवति इति उक्तवती. न न, एकवारं प्रक्रिया वदतु भगिनी, सम्पूर्णप्रक्रिया वदतु एकवारं. अत्र लेखक इति प्रातिपदिकं भगिनि, लिख् धातुः त्वा प्रत्ययः, त्वा प्रत्ययः. हा, लिख् धातुः अस्ति, त्वा प्रत्ययम् अस्ति. अत्र त्वा ककारस्य संज्ञा लशप्तति सूत्रेण भवति. वा इति त्वा इति अवशिष्यते. अत्र तदपि त्वा प्रत्ययमपि सार्व आर्थधातु कित् प्रत्ययः, अतः गुणः लिख् इति अत्र उपधायां ह्रस्वैकवर्णः अस्ति, गुणः भवितुम् अर्हति. किन्तु त्वा इति कित् प्रत्ययः अस्ति, अतः गुणः न भवति. अत्र लिखित्वा इति किन्तु सूत्रमस्ति न त्वा सेट् लिखितमेव. लिख् धातुः सेट् अस्ति, अतः अत्र यः त्वा प्रत्ययः सः सेट् त्वा, सेट् त्वा उपरि अकित्वम् अध्यारोपिते, अकित्वम् अध्यारोपितम्, अतः गुणः भवितुमपि अर्हति. रूपद्वयं भवति अतः. इत्युक्ते भगिनी, यु डोण्ट् हेव् टु कन्सिडर् ओन्लि वन् सूत्र, न त्वा सेट् इति तस्य प्रयोगः एव न करणीयं. सो बिकास् नत्वा सेट् इति सूत्रस्य कृते अपवाद् सूत्रमस्ति किम् रलो व्यपदात् हलादेः संश्च बिकास् लिख् धातुः रलन्त धातुः अन्ते यः वर्णः सः खकारः खकारः रल् प्रत्याहारस्य वर्णः रल् प्रत्याहारे के के वर्णाः भगिनि ह य र अय रल् प्रत्याहारे रेफ एव अस्ति कथं रेफ एव अस्ति भगिनि विहाय सर्वाणि व्यञ्जनानि पर्यन्तं गच्छति वा अल्पर्यन्तं गच्छति वा अल्पर्यन्तं गच्छति सो यविहाय सर्वाणि व्यञ्जनानि इत्युक्ते या विहाय सर्वे वकारः अपि नास्ति न भगिनि हयवर ओ या वा विहाय अस्तु अस्तु य वा विहाय हा पुनः आगच्छति सो अत्रापि धातुः अस्ति धातुरलन्त अस्ति हलादि अस्ति लकारः हल् वर्णः अपि च उपधायाम् ईकारः अस्ति सो रलो व्यपदात् हलादेः संश्च इति सूत्रेण तत्र त्वाप्रत्ययः विकल्पेन तस्य उपरि अकित्वम् अध्यारोपिते इत्युक्ते रूपद्वयस्य सिद्धिः अस्ति एकस्मिन् पक्षे अकित्वम् अस्ति एकस्मिन् पक्षे अकित्वं नास्ति अकित्वम् अस्ति चेत् अकित् भवति चेत् गुणः भवति लिख्लेख् भवति अपि च इत्वा अपि भवति इडागमः भवति बिकास् धातु अपि सेट् प्रत्ययः अपि सेट् सो इत्वा भवति सो वर्णमेलनं कुर्मः चेत् लेखित्वा इति रूपम् बिकास् रलो व्यपदात् हलादेः संश्च इति सूत्रं वदति पूर्वे यत् उक्तं न त्वा सेट् न सर्वदा त्वा सेट् त्वा अकित्वं न अध्यारोपिते यदा रलन्त हलादिधातुः अस्ति यस्मिन् उपधायाम् इ उ अस्ति तत्र विकल्पेन त्वा प्रत्ययः अकित् भवति विकल्पेन भवति चेत् रूपद्वयस्य सिद्धिः एकस्मिन् पक्षे गुणः भवति अन्यस्मिन् पक्षे गुणः न भवति सो लिखित्वा लिख एव तिष्ठति अपि च इत्वा इति भवति इडागमः अपि भवति सो लिखित्वा अपि रूपं लेखित्वा अपि साधुरूपं द्वयमपि साधुरूपम् इति त्वा विशेषसूत्रमस्ति अतिदेशसूत्रं न त्वा सेट् अपि च रलो व्यप्तात् हलादेः संश्च अवगतं वा चन्द्रावती भगिनी अवगतं वा अहम् इदानीमेव पठामि अतः अधिकं न जानामि भगिनि एतत् सूत्रविषये अस्माभिः इदानीमेव चर्चितं न भवती विलम्बेन आगतवती वा नत्वा सेट् इति सूत्रं किं वदति एकवारं वदतु नत्वा सेट् नत्वा सेट् वदति सेट् धातुः अस्ति चेत् स्वाप्रत्ययम् इडागमः न भवति वा न न सेट् त्वा न अखित् इत्युक्ते तत्र अखित्वम् अध्यारोपिते अखित्वम् अधः त्वा एव अधः गुणः भवति नत्वा सेट् इत्युक्ते अत्र गुणः भवति कित् नास्ति आम् इत्युक्ते यद्यपि त्वाप्रत्ययः कित् अस्ति तथापि सः कित्वत् न भवति कित् अकित् भवति त्वाप्रत्ययः कित् अस्ति मूले तत्र ककारस्य संज्ञा अस्ति परन्तु अनेन सूत्रेण नत्वा सेट् इति सूत्रेण तत्र अकित्वम् अध्यारोपिते it does not look like kit. A set dhatu does not see as twa pratyaya as kit. This is val val pratyahara pratyah sandhi ched tadashameva vayam prakriyam prakriyam kitasti adah अनन्तरं किं वर्णम् आगच्छति तदनुसृत्य एव वल्प्रत्याहारे यदि स्वीकरोति अनन्तरं दागमविषये अपि चिन्ता करोति वाल् अपि च कित् मध्ये कः सम्बन्धः किं वक्तुम् इच्छति तत्रापि प्रथमं तकारम् अस्ति इति वयं कित् त्वा वा अत्र ककारम् इच्छज्ञा कृत्वा अनन्तरं प्रथमवर्णं किम् आगच्छति तद् दृष्ट्वा एव वयं बल् प्रत्याहारे अस्ति वा इति पश्यति तत्तु सत्यं यदा वयं तत् इत्संज्ञकवर्णानां निष्कासनम् अनन्तरम् एव दृष्टव्यम् अत्र गुणकार्ये अपि तद् न तद् तदेव अनुसरति अत्र प्रथमवर्णं किम् अत्र चित् अस्ति वा नास्ति वा इति पश्यति वा मम संशयः इदानीं प्रत्ययः कित् कित् प्रत्ययः अस्ति वा इति अत्र न परिगणयति इति मम चिन्तनं गुणकार्यविशेष एकवारं शृणोतु कस्मिंश्चित् प्रत्यये यदा ककारस्य इत्संज्ञा अस्ति सामान्यनियमः किम् अस्ति तत्र गुणः गुणनिषेधः अस्ति किनिति च सूत्रेण गुणनिषेधः अस्ति तत्र कदापि गुणः न भवति परन्तु इदानीम् अस्माभिः दृष्टं यदा त्वा प्रत्ययस्य विषये तथा नास्ति कुत्रचित् त्वा प्रत्ययनिमित्तीकृत्यापि गुणः भवति परन्तु त्वा प्रत्ययः तु साक्षात् कित् अस्ति किमर्थं तत्र गुणः भवति बिकास् आफ् द अतिदेशसूत्रं महर्षि तत्र तादृशरूपस्य इष्ट तत्र सिद्ध्यर्थम् एव एतत् अतिदेशसूत्रं दत्तमग्नि त्वा प्रत्ययविषये एव तादृशमस्ति वा प्रत्ययं किं प्रत्ययम् अत्र तत् न परिगणयति वा अत्रापि कित् अस्ति किं प्रति प्रति सूत्रं सूत्रम् एकवारं पश्यतु न त्वा सेट् त्वा एव वदति न साक्षात् त्वा वदति सूत्रे तव तेषां विषये न वदति केवलं त्वा प्रत्ययविषये वदति महर्षि न त्वा सेट् अन्ये प्रत्ययः परे अस्ति चेत् अत्र गुणनिषेधः एव अत्र प्रक्रियायां सत्यं ओन्लि त्वा प्रत्यये एव विकल्पेन भवति विकल्पः अस्ति अत्र सूत्रम् अस्ति न त्वा सेट् त्वा इति साक्षात् सूत्रे प्रत्ययः एव अस्ति अत्र न वदति न कित् सेट् किं कित् न वदति अत्र त्वा वदति सो साक्षात् त्वा प्रत्यये एव एतत् अतिदेशसूत्रम् अस्ति कोऽपि अन्य कित् प्रत्ययविषये नास्ति केवलं त्वा विषये अस्ति एतत् सूत्रम् सो यदा यदा त्वा योजयामः तत्र तत्र एतत् सूत्रस्य अस्माभिः चिन्तनं करणीयम् अपि च सर्वदा नास्ति यदा तत्र धातु अपि सेट् अस्ति तदा एव एतत् सूत्रम् आगन्तुं शक्यते यथा मया उक्तं नी धातुः अनिट् अस्ति तत्र एतत् सूत्रस्य कार्यक्षेत्रमेव नास्ति तत्र नी नी एव तिष्ठति नीत्वा एव रूपम् अस्ति तत्र त्वाप्रत्ययस्य उपरि अकित्वं न अध्यारोपिते बिकास् धातु तत्र सेट् नास्ति सो सेट् त्वा एव सेट् त्वा उपरि एव अकित्वम् अध्यारोपिते न कित् भवति कोऽपि अन्यप्रत्ययः नास्ति केवलं त्वा विषये अस्ति यदा वयं तव तु उक्त्वा योजयामः तत्र तु किनिति च सूत्रेण गुणनिषेधः भवति परन्तु त्वा विषये विशेषः अस्ति सो परन्तु एतदेव अत्र एव न समापितम् अग्रे वदति रलो व्यपदात् हलादेः संश्च सो रलन्तधातुः अपि च वट् वास् द सूत्रसङ्ख्याम् अत्र अत्र वदति यः त्वाविषये उपरि उक्तं न त्वा सेट् परन्तु यदा तत्र रलन्त अपि च हलादिः धातु अस्ति येषाम् उपधायाम् इ उ अस्ति तत्र विकल्पेन त्वा प्रत्ययः अक्कित् भवति विकल्पम् अस्ति चेत् रूपद्वयस्य लिखित्वा अपि भवति लेखित्वा अपि भवति अकित्वस्य अतिदेशः अस्ति कित्वनिषेधकसूत् इत्युक्ते अत्र कित्वस्य कित्वम् अपगच्छति अनेन अतिदेशसूत्रेण न त्वा सेट् सो लिख् धातु चेतना भगिनी लिख् धातु अपि च तव तु करोतु एकवारम् योग लिक् सेट् अस्ति क्त अपि सेट् अस्ति लशक्वतद्धते इति सूत्रेण ककारसे इत् भवति त अवशिष्यते लिक्योग त इदानीं द्वयोः द्वे अपि सेट् स्तः स्थित् अतः इडागमः भवति आर्धधातुकस्य ज्वलादेः नेद्वशीकृति इति सूत्रेण अतः लिक् योग इयोग त लिखित भवति लिखित इति प्रातिपदिकम् इडानुकूलः भवति गुणः अपि न भवति किनिति च सूत्रेण गुणनिषेधः अस्ति बिकास् प्रत्ययः साक्षात् कित् अस्ति बिकास् धातुमध्ये गुणस्य प्रसङ्गः अस्ति परन्तु गुणः न भवति बिकास् किनिति च सूत्रेण गुणस्य निषेधः प्रत्ययः कित् अस्ति तावत् विषये अपि वदतु गुणः भवति वा न भवति अपि च इडागमः भवति वा न भवति तवत्तु अपि तादृश एव लिख्योग तवत्तु लशक्वतद्धते इति सूत्रेण ककारसि इत् भवति अतः कित् आर्धधातुकप्रत्ययः अस्ति लिख्योग तवत् अवशिष्यते अत्रापि द्वयोः सेट् अस्ति अतः लिक् इडागमः भवति लिक्योग इयोग तवत् किनिति च इति सूत्रेण गुणनिषेधः अस्ति अतः लिक् लिक् एव तिष्ठति लिखितवत् इति प्रातिपदिकं भवति लिखितवत् इति प्रातिपदिकं तृच् तव्यत् अनियर् एते सर्वे आर्धधातुक् सामान्य आर्धधातुक् प्रत्ययः कोऽपि कितनित् नास्ति तृच् अपि कितनित् नास्ति तव्यत् अपि कितनित् नास्ति अनियर् अपि कितनित् नास्ति सर्वत्र लिख् लेख् भवति गुणः भवति लेखितृ इति प्रातिपदिकम् अत्र किं प्रातिपदिकं तव्यविषये लेखितव्य लेखितव्य अत्रापि अत्रापि तृच् विषये अपि इडागमः भवति लेखितृ लेखितृ इत्र इति भवति अत्रापि इत्र भवति अत्रापि इतव्य भवति इतव्य भवति सो लेखितव्य इति प्रातिपदिकं लेखितव्य इति अकारान्त् प्रातिपदिकम् अस्ति चन्द्रमेति भगिनि अनियर् विषये वदतु एकवारम् अनियर् इति आर्थधातुक अकित् कित् ङित् ङित् नास्ति तादृशप्रत्ययः अस्ति अतः गुण भवितुम् अर्हति लिखित् धातु लिख् योग लिख् अत्र उपधायां तस्य इकारः अस्ति लिखियोगः अनियर् लेखनीय इति गुणं भूत्वा लेखनीय इति अत्र इडागमः न भवति वा अत्र लिख् इति सेट् अस्ति अनियप्रत्ययः अपि आ अस्ति अतः अत्र बल्प्रत्याहारे नास्ति, अनिट् अस्ति, इत्युक्ते प्रत्ययः सेट् नास्ति, सेट् नास्ति, वलादि नास्ति, वलादिः नास्ति, अतः रूपं किम् लेखनीय, लेखनीय इति रूपं कितिन् विषये वदतु एकवारं किं लिख् योगः किन् प्रत्ययः किन् अत्र किन् अस्ति टि एव अवशिष्यते, नकारस्य संज्ञा अपि भवति एव अवशिष्यति, किन्तु ले सेट् अस्ति किन्तु अत्र किन् अत्र वल्प्रत्याहारे अस्ति अतः इडागमः भवितुमर्हति, अत्र गुणः न भवति कित् अस्ति अतः लिख् अत्र ति तु तथ इति सूत्रं कार्यं करोति न भगिनि, ति तु तथ अत्र ति रूपी प्रत्ययः अस्ति न, कितिन् प्रत्यये ति इति अवशिष्टभागः ति एव अवशिष्यते, तत्र सूत्रमस्ति इडागम निषेधसूत्रम् अस्ति, ति तु तथ तिषु सरकेषु न इट् इडागमस्य निषेधः भवति, अतः यद्यपि प्रत्ययः सेट् धातु सेट् तथापि इडागमः न भवति, केन सूत्रेण ति तु तथ इति सूत्रेण, अतः लिख् योग ति एव अस्ति अत्र सूत्रक्रमाङ्कः इति सूत्रं 7-9 सूत्रं वा सप्तमध्याये द्वितीयपादे 7-9 इति सूत्रमस्ति, यत्र आर्धधातुक् सेड् वलादेः इति तत्र तादृश यत्र इडागम प्रकरणम् अस्ति तत्र एव निषेधसूत्रं दत्तं ति तु, अतः अत्र लिख् योग ति अस्ति, इदानीं तत्र सन्धिकार्यम् अस्ति भगिनि, हकारः ककारः भवति चरत्वं भवति अत्र लीक अत्र रूपं वर्णमेलनमेव भवति वा लिखति इति लिखति कति ख बिकम् क लिखति लिखति कति इति रूपं लिखति इति क आयाति खकारस्य स्थाने ककारः आयाति सो लिखति इति रूपम् आम् इडागमस्य निषेधः ति तु तथ इत्यनेन, अनन्तरं ल्यूटपि सामान्य अर्धधातुप्रत्ययः सो लिख् लेख् भवति, अपि च एतदपि वलादि नास्ति, अन इति यः प्रत्यादेशः अनन्तरं वलादि नास्ति सो लेखनम् एव रूपं लेखन इति प्रातिपदिकम् अकारान्त प्रातिपदिकम् लिख्त लिखति इत्युक्ते लेखिका इति अर्थमस्ति वा, लिखति इत्युक्ते इकारान्त स्त्रीलिङ्ग् लेडी रैटर् लेडी रैटर् इति वक्तुं न शक्यते इत्युक्ते सुप्रत्ययस्य योजनम् आवश्यकं नित्यस्त्रीलिङ्गं इत्युक्ते यथा तत्र नवुल् इति योजयामः, नवुल् प्रत्ययः कर्तारं बोधयति, तादृश नास्ति अत्र लिखति. प्रीतमेव बोधयति, प्रीतं भवति, परन्तु अकर्तरि इति अस्ति इत्युक्ते कर्तारं न बोधयति, क्रियामेव बोधयति, न तु कर्तारं क्रियामेव बोधयति, न तु कर्तारं बोधयति. यथा नवुल् प्रत्ययः अस्ति, सः कर्तारं बोधयति. गणेशे लेखक, सो रामः इति लेखकः, विशेषणरूपेण एतत् आगन्तुं शक्यते कर्ता इत्यस्य कृते, परन्तु तादृशचिन्नास्ति, भावमेव परन्तु स्त्रियां रूपम् अस्ति, स्त्रियामेव तत्र तस्य रूपाणि चलन्ति, बुद्धि शक्ति तृप्ति तादृशं लिखति, लिखति इति अस्ति. भगिनि रेलोव्यावदसूत्रं सी तु तत् सूत्रमपि पुनः एकवारं वदति, सम्यक् सम्यगस्ति चेत् प्रथमवारं शृणोति सर्वतः एव. आर्धधातुक सेड् वलादेः इति सूत्रे सर्वे ये आर्धधातुक प्रत्ययाः सन्ति, अपि च ये वलादि आर्धधातुक प्रत्ययाः सन्ति, तेषाम् अनेन सूत्रेण प्रायशः इडागमः भवेत्, आर्धधातुक सेड् वलादेः इति सूत्रेण. परन्तु एतत्तु विधिसूत्रमस्ति, अनेन इडागमस्य विधिः भवति, परन्तु विधि इत्यस्य कृते, कार्यस्य कृते कुत्रचित् निषेधः अस्ति. सो यद्यपि ती इति तीरूपी यः प्रत्ययः अस्ति, सः वलादि अस्ति, आर्धधातुक अस्ति, तथापि तत्र इडागमः न भवति, अतः किञ्चित् तत्र निषेधकसूत्रम् आवश्यकं. सूत्रमस्ति ती तु तथ वदति, यदा तत्र तीरूपी प्रत्ययः अस्ति, ती तकारः तु वलादि अस्ति, अपि च एते सर्वे आर्धधातुकसंज्ञकाः कृत् प्रत्ययाः, तथापि तत्र इडागमः न भवति. सो अतः यदा तत्र कस्मिंश्चित् वलादि आर्धधातुक प्रत्यय ति इति अवशिष्टभागः अस्ति, यथा क्तिं प्रत्यये, तत्र इडागमस्य तत्र तु सामान्यरूपेण इडागमः भवेत्, परन्तु अनेन सूत्रेण तस्य निषेधः भवति, ति तु तथ इत्यनेन. सिमिलर्ली नत्वा सेट् इति सूत्रेण सर्वदा यः यदा वयं त्वा प्रत्ययः योजयामः, यदि धातु सेट् अस्ति तत्र प्रायशः नत्वा सेट् इति सूत्रेण गुणः अस्माभिः सर्वदा करणीयं, बिकास् नत्वा सेट् इति सूत्रं वदति सेट् प्रत्ययस्य परे त्वा प्रत्ययः बिहेव्स् लैक् ए सामान्य अर्धधातुक प्रत्ययः, इट् डस् नाट् बिहेव् लैक् ए कित् प्रत्ययः, त्वा प्रत्ययः. सो नत्वा सेट् इति सूत्रं तस्य तदेव वदति, ए सेट् त्वा प्रत्ययः आफ्टर् ए सेट् धातुः लुक्स् लैक् अकित्, इट् डस् नाट् लुक् लैक् कित्, इत्युक्ते यदि धातौ गुणप्रसङ्गः अस्ति गुणः करणीयं, गुणः भवति, यद्यपि बिकास् अतिदेशसूत्रेण तस्य उपरि अकित्वम् अध्यारोपिते, बट् अनन्तरं वदति रलो व्यापदाधलादेः संश्च वदति सेट् धातु अस्ति तस्य परे त्वा प्रत्ययः अस्ति, परन्तु विकल्पेन गुणः भवति, विकल्पेन त्वा प्रत्ययः अकित् भवति. वै? बिकास् इट् इस् अ रलादि, इट् इस् अ रलन्त् हलादि एण्ड् उपदायं तत्र इ उ तादृशधातुः, बिकास् हियर् हि इस् अत्र किञ्चित् सङ्कोचः करोति. प्रथमे वदति सर्वेषां धातोः अनन्तरं, सर्वेषां सेट् धातोः अनन्तरं त्वा प्रत्ययः अकित् भवति. इदानीं वदति यः रलन्त् हलादि उपदायां यस्मिन् इ उ अस्ति तस्य अनन्तरं त्वा प्रत्ययः विकल्पेन अकित् भवति. विकल्पेन अकित् भवति चेत् एकस्मिन् पक्षे गुणः भवति, अन्य एकस्मिन् पक्षे गुणः न भवति. अतः लिखित्वा अपि रूपं लेखित्वा अपि रूपम् इति सूत्रस्य अर्थः. अवगतं वा सर्वैः? सो पाठधातु इस् आल्सो वेरि ईजियर् धातु. एकवारं तस्य एकवारं गृहकार्यरूपेण तत् करोतु एकवारं. इदानीं तु स्थगामः. इदानीं कोऽपि प्रश्नः अस्ति वा? इदानीं नास्ति चेत् शान्तिमन्त्रं पठामि. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्छते पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरिः ओम्. श्रीगुरुभ्यो नमः. धन्यवादः. नमस्कारः. धन्यवादः. नमस्कारः. धन्यवादः.